गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे विरुद्धसत्प्रतिपक्षयोः भेदः इति चतुष्षष्टधिकद्विशततमपुटे पाठः अस्माभिः पठितः। तत्र चत्वारः बिन्दवः उक्ताः। प्रथमं तु विरुद्धस्थले तृतीयव्याप्तिः, साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तिम् अवगाहते, किन्तु सत्प्रतिपक्षस्थले सिद्धान्तव्याप्तिम् अवगाहते इति विरुद्धसत्प्रतिपक्षयोः मध्ये भेदः इति एकः। द्वितीयः भेदः प्रतिवादिनौ भवतः सत्प्रतिपक्षस्थले, कीदृशप्रतिवादिनौ इत्युक्ते साध्यद्वयं परस्परम् अभावरूपं ययोः वादिनोः मध्ये भवति। अत्र उदाहरणम् अस्ति शब्दः नित्यः श्रावणत्वात् इति एकः वादी वदति, तत्र साध्यमस्ति नित्यः इति, तस्यैव साध्यस्य नित्यस्य अभावः अन्यः वदति, शब्दः अनित्यः पृथकत्वात् भिन्नहेतुम् उक्त्वा सः शब्दः अनित्यः इति साधयितुम् इष्यति। तर्हि वादिप्रतिवादिनौ भवतः, किन्तु एकः यदि शब्दः नित्यः श्रावणत्वात् इति वदति, अन्यः शब्दः आकाशगुणः पृथकत्वात् इति एवमेव चिन्तयामः। तर्हि इदानीं नित्यः इति एकः वदति, अन्यः वदति आकाशगुणः इति, तयोः मध्ये भावाभावरूपं नास्ति, भावाभावसम्बन्धः नास्ति इति कृत्वा, यद्यपि तत्र वादिप्रतिवादिनौ भवतः तथापि सत्प्रतिपक्षः इति वक्तुं शक्यते। तर्हि सत्प्रतिपक्षस्य लक्षणं किम् इति चेत्, एकस्य वादिनः साध्यं यदस्ति तस्यैव अभावः अन्येन हेतुना अन्यः वादी वदति इति, तर्हि अनित्यः। एकः वादी वदति शब्दः नित्यः इति, अन्यः वादी वदति शब्दः अनित्यः इति, तादृशसन्दर्भः भवेत् इति द्वितीयः भेदः। तृतीयः भेदः हेतुमत्ता ज्ञानापेक्षा नास्ति इति सत्प्रतिपक्षस्थले, हेतुमत्ता ज्ञानापेक्षा इत्युक्ते हेतुमत् इति कः भवति इति चेत् पक्षः भवति, तर्हि पक्षे हेतुमत्ता इति धर्मः वर्तते। यथा पक्षधर्मता इति धर्मः हेतौ वर्तते, तथा पक्षे अपि हेतुमत्ता इति कश्चन धर्मः वर्तते। तस्मिन् विषये तस्य ज्ञानस्य अपेक्षा नास्ति सत्प्रतिपक्षस्थले इति आचार्येण उक्तम्। किन्तु एतावत्पर्यन्तं यद्यपि अत्र विरुद्धः सत्प्रतिपक्षः इति अनयोः मध्ये कः भेदः चिन्तितं, सत्प्रतिपक्षः इत्युक्ते किं, तस्य लक्षणं किम् इति एतावत्पर्यन्तं न अवगतम्। तर्हि यावद् आचार्येण उक्तं तावद् अवगच्छेम, तथैव स्वीकृत्य तदनन्तरम् इतोपि स्पष्टता भवति। चतुर्थः भेदः अस्ति, वस्तुतः भेदः इति नास्ति, किमर्थमित्युक्ते विरोधे विरुद्धस्थले एकः एव वादी, किन्तु सत्प्रतिपक्षस्थले एकः वादी भ्रान्तः भवति इति अन्यः विषयः सत्प्रतिपक्षस्य लक्षणं, सत्प्रतिपक्षस्य लक्षणम् एकः वादी भ्रान्तः भवति। अस्तु, इति चत्वारः विषयाः अस्माभिः चिन्तिताः गते वर्गे। तर्हि इदानीं सत्प्रतिपक्षः इत्युक्ते किम् इति आरभ्य पठनीयम्। तर्हि 264th पेज् तत्रैव अन्ते वाक्यद्वयमस्ति स्थूलाक्षरैः, ततः पठेम। अस्तु, मेहुल् महोदय आरब्धुं करोति वा? अस्तु महोदय। यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः, यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत्, शब्दो अनित्यः कार्यत्वात् घटवत्। अस्तु, अत्र किञ्चित् चिन्तयतु। हा, सत्प्रतिपक्षः कः इत्युक्ते अत्र प्रथमवाक्ये दत्तमस्ति यस्य साध्य अभावसाधकं हेत्वनन्तरं विद्यते, हेतोः अन्तरं विद्यते, स एव सत्प्रतिपक्षः। इत्युक्ते यस्य साध्याभावसाधकम्। अस्तु, सत्प्रतिपक्षः यद् सत्प्रतिपक्षस्थले साध्य अभाव एव साधकं भवति हेतौ, तर्हि हेतौ साध्यस्य अभावः विद्यते इति। न न, हेतौ साध्यं यदा कदापि न भवति खलु, पक्षे एव साध्यम् अपि च हेतुः द्वयमपि भवति। हा हा हा, सत्यं, पक्षे एव भवति साध्यमपि च हेतुः, सत्यं। साध्या, परन्तु अत्र हा तर्हि अत्र सत्प्रतिपक्षे साध्य अभाव एव साधकं, साध्य इत्युक्ते शब्दः अनित्यः, यथा यथा वयं चर्चितवन्तः दृष्टवन्तः तत्र साध्यस्य अभाव एव स्वीकृत्य तदेव। अस्तु, अत्र अत्र किञ्चित् क्रमेण चिन्तयेम। अत्र सत्प्रतिपक्षः इति समस्तपदमस्ति खलु। सत् प्रतिपक्षः, तत्र सन् इति अस्ति, सन् योग प्रतिपक्षः। सन् इत्यस्य अर्थः कः इति चेत् विद्यते, अस्ति इति खलु। सन् इत्युक्ते विद्यते, अस्ति इति अर्थः। अपि च अत्र वाक्यं पश्यतु, यस्य सः इति अस्ति, तर्हि बहुव्रीहिसमासः अस्ति। यस्य सः, यथा पीतम् अम्बरं यस्य सः पीताम्बरः इति अन्यं पदार्थं बोधयति। एवम् अत्र सत्प्रतिपक्षः इत्यनेन अन्यत् किमपि पदार्थम् उक्तमस्ति। स च पदार्थः कः इति चेत् अत्र पश्यतु, यस्य साध्य अभावसाधकं हेत्वन्तरम्। हेत्वन्तरं, हेत्वन्तरम् इत्युक्ते हेतोः अन्तरम् इति नास्ति, भिन्नहेतुः इति अस्ति अर्थः। अस्तु, भिन्नहेतुः अस्ति। ओ अस्तु, अत्र हा शब्दः अनित्यः कृतकत्वात् तत्र भिन्नहेतुः स्वीकृतं। हा, तदेव अत्रापि अस्तु इति एकः। तदनन्तरं हेत्वन्तरेण किं साधयामः, भिन्नहेतुना किं साधयामः? साध्याभाव साधयामः। हा, साध्यस्य अभावः साध्य अभावः, साध्य अभावं साधयितुं, नो चेत् साध्य अभावस्य साधकः। हा सत्यं, हेत्वन्तरः भवति। हा, साध्य अभावस्य साधकं हेत्वन्तरं यस्य सः विद्यते, यस्य हेतोः, हा यस्य हेतोः विद्यते सः हेतुः सत्प्रतिपक्षः। हा समीचीनम्, अवगच्छामि। बुद्धं खलु, साध्यस्य अभावः साध्य अभावः, साध्याभावस्य साधकं साध्याभावसाधकं, साध्याभावसाधकम् इति विशेषणं कस्य? हेत्वन्तरम् इत्यस्य, भिन्नहेतुः। हेत्वन्तरम् इत्युक्ते भिन्नहेतुः इति अर्थः। साध्याभावसाधकं हेत्वन्तरं यस्य हेतोः विद्यते स च हेतुः सत्प्रतिपक्षः। समीचीनं, तर्हि अत्र उदाहरणद्वयमस्ति खलु, शब्दः नित्यः श्रावणत्वात्, शब्दः अनित्यः कृतकत्वात्। तत्र हेतुद्वयं किम् इति प्रथमं वदतु। आम्, प्रथमहेतुः अस्ति शब्दत्वम् इति। न न, ओ इति उदाहरणम्, उदाहरणमस्ति श्रावणत्वम् इति अस्ति। उत्तमं, श्रावणत्वम् इति एकः हेतुः एकः हेतुः अन्यः हेतुः कार्यत्वम् इति द्वितीयः कार्यत्वम् इति तर्हि सत् प्रतिपक्षहेतुः कः हा सत् प्रतिपक्षहेतुः अस्ति कार्यत्वम् इति नास्ति तत्र हेत्वा भासः साध्याभावः साध्याभावसाधक साधकं खलु तर्हि शब्दः अनित्यः तत्र एव साध्याभावसाधकं हेत्वन्तरम् इति कार्यत्वं नास्ति वा न हेत्वन्तरं किम् हेत्वन्तरं किम् हेत्वन्तरम् इति भिन्नहेतुः अतः कार्यत्वम् इति तर्हि अत्र अत्र कः हा अत्र कार्यत्वम् इति भिन्नहेतुः खलु हा भिन्नहेतुः सत्यं हा तर्हि तादृशहेतुः हेत्वन्तरं यस्य विद्यते सः सति सत् प्रतिपक्षः कस्य विद्यते कस्य कार्यत्वं हेत्वन्तरं भवति हा हा हा श्रावणत्वम् इत्यस्य हा बुद्धं खलु हा हा यस्य हेत्वन्तरं न न न साध्याभावसाधकसाधकं हेत्वन्तरं यस्य हेतोः विद्यते अतः श्रावण यस्य हेतोः विद्यते अत्र श्रावणत्वम् इति हेतोः अन्यत् हेतुः विद्यते येन हेतुना साध्य अभावं साधयितुं शक्नुमः सत्यम् इति कृत्वा अत्र सत्प्रतिपक्षः इति हेत्वाभासस्य एकः उदाहरणं खलु एकः विभागः खलु एकविभागः एकप्रकारः हेत्वाभासः इत्युक्ते किं दुष्टहेतुः इति दुष्टहेतुः सत्यं तर्हि श्रावणत्वम् इति दुष्टहेतुः कथं तस्मिन् दुष्टत्वं सम्पाद्यते इति चेत् भोः श्रावणत्वम् इति हेतुना शब्दे यद् नित्यत्वं साध्यं साधयितुम् इच्छति भवान् तस्य श्रावणत्वम् इति हेतोः हेत्वन्तरम् अस्ति येन साध्य अभावम् अहं साधयामि इति कृत्वा श्रावणत्वम् इति हेतुः सप्रतिपक्षः भवति इत्युक्ते तस्य श्रावणत्वस्य हेत्वन्तरं प्रतिपक्षहेतुः वर्तते इति अर्थः भिन्न केवलं भिन्नहेतुः इति नास्ति किन्तु प्रतिपक्षहेतुः बुद्धं खलु प्रतिपक्षहेतुः इत्युक्ते श्रावणत्वम् इति हेतुना यत् साध्यं साधयितुम् इच्छामः तस्य प्रतिपक्षं साधयति भिन्नहेतुः आम् सत्यं तर्हि तादृशप्रतिपक्षहेतुः यस्य वर्तते सः सत्प्रतिपक्षः भवति हेत्वाभासः भवति हा हा हा सत्यम् अधुना आगच्छामि अत्र श्रावणत्वा तत्र श्रावणत्वम् इति हेतुः अस्ति तेन यत् साधयितुं वयम् इच्छामः इत्युक्ते नित्यत्वम् इति तर्हि तस्य अभावः येन वयं साधितुं शक्नुमः इत्युक्ते कार्यत्वम् इत्यनेन तदेव कार्यत्वम् इति प्रतिपक्षः भवति अतः श्रावणत्वम् इति सत् प्रतिपक्षः भवति इत्युक्ते तादृशप्रतिपक्षहेतुः यस्य वर्तते सः सत्प्रतिपक्षहेतुः प्रतिपक्षे सति सत्प्रतिपक्षः अतः कार्यत्वम् इति स प्रतिपक्षः अस्ति अतः एव श्रावणत्वम् इति सत्प्रतिपक्षः अस्तु तर्हि एकं भिन्नं प्रश्नं पृच्छामि यस्य इदानीं शत्रुः भवतः शत्रुः अस्ति इति चिन्तयतु अस्तु यदि कश्चन शत्रुः अस्ति इति चेत् इति भवतः निश्चितः शत्रुः अस्ति इति स्थितिः तदा इदानीं शत्रोः अपेक्षया अत्र सन् योजयित्वा भवन्तं वर्णयतु कथं वक्तव्यं भवन्तं वर्णयतु वा इत्युक्ते या यु टाक् अबौट् युवर् सेल्फ़् अस्तु अस्तु भवतः वर्णनं करणीयं मम शत्रुः अस्ति इति कृत्वा भवतः नाम किं भवति सत् शत्रुः इति भवति खलु ओ अस्तु अस्तु हा हा सत् शत्रुः आं सत्यं सत् शत्रुः इत्युक्ते सत् शत्रुः इत्युक्ते शत्रुः यस्य विद्यते सः इति भवति हा सत्यं सत्यं सत्यं प्रतिपक्षः यस्य अस्ति सः प्रतिपक्षः तथैव सत् शत्रुः यस्य अस्ति स एव सत्यं किम् इदानीं सशत्रुः कः इति चेत् मेहुल् महोदय किमर्थं सः सशत्रुः सत्शत्रुः सशत्रुः नास्ति सत्शत्रुः सत्शत्रुः इति चेत् शत्रुः यस्य विद्यते सः मेहुल् महोदय इत्युक्ते मेहुल् महोदयस्य शत्रुः अस्ति अस्तु सम्यक् सम्यक् एवं सत्प्रतिपक्षः इत्युक्ते यस्य हेतोः प्रतिपक्षः अस्ति किमर्थमत्र प्रतिपक्षः इति उक्तं हेत्वन्तरम् इति अनुक्त्वा प्रतिपक्षः इति उक्तम् इति चेत् अनेन हेतुना यत् साध्यं साधयितुमिच्छामः तस्य अभावः साधयति स च हेतुः स च प्रतिपक्षः अन्यः प्रतिपक्षहेतुः अन्यः हेतुः इति कृत्वा अस्य हेतोः नाम भवति सत्प्रतिपक्षः आम् सत्यं यथा सत्शत्रुः मेहुल् महोदयः इति वदामश्चेत् मेहुल् महोदयस्य शत्रुः अस्ति इति वयं ज्ञातुं शक्नुमः सत्यं तथा बुद्धं खलु आमां बुद्धं समीचीनम् अस्तु बहु समीचीनम् अस्ति तर्हि इदानीम् अत्र उदाहरणं परिशीलयतु यथा शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति अत्र शब्दः इति पक्षः नित्यः नित्यं इति साध्यं नित्यत्वम् इति साध्यं हा नित्यत्वम् इति साध्यं श्रावणत्वम् इति हेतुः शब्दत्वं शब्दत्वम् इति उदाहरणम् अत्र हा श्रावणत्वम् इति हेतुः अस्ति परन्तु शब्दः अनित्यः कार्यत्वात् घटवत् इत्यत्र वाक्ये इत्यस्मिन् वाक्ये शब्दः पुनः पक्षः परन्तु अनित्यः इत्युक्ते साध्यस्य अभावः अत्र साध्यमस्ति महोदय अत्र शब्दः अनित्यः कार्यत्वात् तावत् गमनात् पूर्वं यथा शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति तस्य उदाहरणस्य परिशीलनं करोतु इदानीं अत्र शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् अत्र पक्षः शब्दः तर्हि इदानीं पक्षे पक्षस्य लक्षणं किम् साध्यसन्दिग्धवान् भवेत् प्रथमतया तर्हि शब्दः नित्यः वा अनित्यः वा इति सन्देहः वर्तते हा सत्यं यद्यपि अस्माकं निश्चितज्ञानमस्ति शब्दः अनित्यः इति किन्तु यदा शब्दः पक्षत्वेन स्वीकुर्मः तदा साध्यसन्दिग्धवान् भवति अस्तु साध्यसन्दिग्धवान् अस्ति अनन्तरं प्रसिद्धम् अपि भवेत् प्रसिद्धत्वमपि भवेत् शब्दः प्रसिद्धः खलु प्रसिद्धः आम् सत्यम् अपि च हा साध्यसम्भावनावान् भवेत् तत्र तस्मिन् पक्षे नित्यत्वं भवितुमर्हति इत्यपि भवेत् अस्तु तर्हि न भवति निश्चयेन न भवति इति न वक्तुं शक्नुमः खलु न वक्तुं शक्नुमः अतः भवितुमर्हति भवितुमर्हति वस्तुतः मीमांसकाः एवं वदन्ति शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति मीमांसकानाम् अनुमानवाक्यमस्ति अस्तु अस्तु अनन्तरं हा अन्तिमं तु पक्षः हेतुमान् भवेत् तर्हि पश्यतु श्रावणत्वम् इति हेतुः तर्हि पक्षः शब्दः श्रावणत्ववान् भवेत् श्रावणत्ववत् भवेत् तर्हि हा शब्दः तु श्रोतुं शक्नुमः अतः शब्दः श्रावणत्ववान् अस्ति हेतुमान् अस्ति आम् सत्यं तर्हि श्रावणत्वं शब्दे अस्ति अस्ति कथं ज्ञातुं शक्नुमः इत्युक्ते प्रत्यक्षेन श्रोत्रेन्द्रियेण ज्ञातुं शक्नुमः शब्दः शब्दे श्रावणत्वमस्ति इति तर्हि पक्षः निरूपितः अस्ति अस्तु, तर्हि इदानीम् अत्र हेतोः विषये चिन्तनं करोतु. श्रावणत्वम् इति हेतुः तेन साध्यं साधनीयम् इत्युक्ते नित्यत्वं साधनीयम्. हेतोः लक्षणं किम्? अस्तु, हेतोः लक्षणं प्रसिद्धत्वं भवेत् प्रथमतया. तर्हि अत्र श्रावणत्वम् इति प्रसिद्धः वयं जानीमः. द्वितीयं तु हेतोः हेतौ पक्षधर्मता भवेत्, पक्षे वर्तते, पक्षे अस्ति इति. तर्हि श्रावणत्वम् इति शब्दे अस्ति इति द्वितीयम्. अग्रे व्याप्तिः अपि भवेत् हेतौ, व्याप्तिः अपि भवेत् इत्युक्ते यत्र यत्र यत्र यत्र श्रावणत्वं तत्र तत्र यत्र नित्यत्वम् इति भवेत्. अत्र तादृशमस्ति वा? न, तादृशं नास्ति. यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वम् इति न, सर्वदा नास्ति खलु? नास्ति इति कृत्वा एव अत्र दोषः, हेत्वाभासः अस्ति. हेत्वाभासः अस्ति, सत्यं. सद्हेतुः अस्ति चेत् व्याप्यत्वं भवेत्, व्याप्यत्ववान् भवेत् हेतुः, सद्हेतुः. सत्यं, सत्यं. व्याप्तिः तर्हि पक्षधर्मता अस्ति, पक्षधर्मता अस्ति किन्तु व्याप्यत्वं नास्ति. सत्यम्. अस्तु खलु? आम्, सत्यं, सत्यं. अग्रे तर्हि अधुना द्वितीयवाक्यं परिशीलनं वा? एकनिमिषम्, इतोपि किञ्चित् चिन्तनं कुर्मः. श्रावणत्वात् इत्यत्र व्याप्तिः नास्ति, तर्हि व्याप्तिः नास्ति चेत् कः किं ज्ञानं न जायते? परामर्शः न जायते. हा, तर्हि अस्मिन् उदाहरणे परामर्शः एव न जायते. परामर्शः एव न जायते. अस्तु, तर्हि अत्र व्याप्तिः नास्ति इति उक्तं खलु भवति? आम्. तत्र कीदृशव्याप्तिः नास्ति? हा, यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वम् इति नास्ति, अतः अन्वयव्याप्तिः नास्ति. न, अन्वयव्याप्तिः नास्ति इति किमर्थं वदति? इत्युक्ते अत्र यथा इति उदाहरणं न वक्तुं शक्यते इति वा? हा, सत्यम्. तत्र श्रावणत्वम् इति नित्यत्वेन श्रावणत्वं कुत्रापि यत्र कुत्रापि न लभ्यते, अतः एव. अस्तु, समीचीनं. तर्हि अन्वयव्याप्तिः न वक्तुं शक्यते, व्यतिरेकव्याप्तिं प्रयत्नं करोतु. हा, यत्र यत्र नित्यत्वाभावः तत्र तत्र श्रावणत्वाभावः इति व्यतिरेकव्याप्तिः. तत्र व्यतिरेकव्याप्तिं वक्तुं शक्यते वा? यत्र यत्र नित्यत्वाभावः तत्र तत्र श्रावणत्वाभावः, अनित्यत्वं यत्र अस्ति तत्र श्रावणत्वम् अस्ति. एकम् उदाहरणं स्वीकरोतु. हा, अत्र अनित्यत्वम् इति घटः अथवा तर्हि तत्र श्रावणत्वाभावः अस्ति इति न वक्तुं शक्नुमः खलु. श्रावणत्वं कथमस्ति घटे? घटे श्रावणत्वम् अस्ति वा? नास्ति, तदेव कथम् अस्ति. तर्हि वक्तुं शक्यते खलु? आम्, सत्यं. यत्र यत्र नित्यत्वाभावः तत्र तत्र श्रावणत्वाभावः, यथा घट घटम् इति वक्तुं घटः इति, यथा घटः. आम्, सत्यं. तर्हि व्यतिरेकव्याप्तिः वक्तुं शक्यते. हा, सत्यम्. उदाहरणमपि अस्ति किन्तु अन्वयव्याप्तिं न वक्तुं शक्यते. अन्वयव्याप्तिं वक्तुं अत्र उदाहरणमेव नास्ति. नास्ति, सत्यम्. इति कृत्वा एव अत्र सिद्धान्तव्याप्तिं स्वीकर्तव्यम्. हा, सत्यं. प्रथम व्याप्तिः नास्ति इति बोद्धुं तत्र गते वर्गे अस्माभिः पठितं खलु. परन्तु तत्र इत्युक्ते सत्प्रतिपक्षस्थले निश्चयः हेतौ साध्य अभावस्य सिद्धान्तव्याप्तिं विषयीकरोति. आम्, आम्. किमर्थं सिद्धान्तव्याप्तिं विषयीकरोति इति चेत् अन्वयव्याप्तिरेव न वक्तुं शक्यते, व्यतिरेकव्याप्तिः वक्तुं शक्यते. सत्यं साध्य अभावत् अवृत्तित्वं व्यतिरेकव्याप्तिः, पूर्वपक्षव्याप्तिः. साध्य अभावत् अवृत्तित्वं, साध्य अभावः वत् इत्युक्ते घटः, नित्यत्व अभावः घटे अस्ति इत्युक्ते अनित्य, घटः अनित्यः इति कृत्वा तस्मिन् घटे बहवः अत्यन्ताभावः भवन्ति, किन्तु साध्य अभावत् अवृत्तित्वं भवेत्, अत्यन्ताभावः नास्ति, अस्ति अवृत्तित्वं भवेत् खलु. तर्हि श्रावणत्वं घटे नास्ति, तर्हि साध्य साध्य अभावत् अवृत्तित्वम् इति व्याप्तिलक्षणं स्वीकुर्मश्चेत् अत्र व्याप्तिः नास्ति इति न वक्तुं शक्यते. बुध्यते खलु? आम् आम् सत्यम्. हा, यत्र यत्र नित्यत्वस्य नित्याभावः तत्र तत्र श्रावणत्वाभावः यथा घटः इति वक्तुं शक्यते इति कृत्वा साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षीव्याप्तिलक्षणं यदस्ति तद् स्वीकुर्मश्चेत् अत्र निरूपयितुं शक्यते, व्याप्तिः सिद्ध्यत्येव. सिद्ध्यते, सम्यक्. तर्हि कथं वा दोषः वक्तुं शक्यते? पक्षधर्मता अपि अस्ति, व्याप्तिः अपि अस्ति, तर्हि सद्हेतुः भवति खलु शब्दत्वम् इति. हा, सद्हेतुः भवति अत्र इति कृत्वा एव अत्र केवलं पूर्वपक्षीलक्षणं स्वीकुर्मश्चेत् व्यतिरेकव्याप्तिं तत्र अभावं स्वीकृत्य एव अवगाहते इति कृत्वा तत्र क्लेशः भवति. अतः अत्र सिद्धान्तव्याप्तिं स्वीकर्तव्यं, केवलान्वयस्थले सिद्धान्तव्याप्तिम् एव सङ्गच्छति. सत्यं, यत्र केवलान्वयव्याप्तिः न लभ्यते तत्र सिद्धान्तव्याप्ति एव स्वीकरणीयं. हा, सिद्धान्त यत्र यत्र केवलव्याप्ति केवलान्वयी न लभ्यते इत्युक्ते उदाहरणं न लभ्यते तत्र सिद्धान्तव्याप्तिं स्वीकृत्य एव निरूपणीयं. वस्तुतः सिद्धान्तव्याप्तिं सर्वत्र सङ्गच्छते. हा, केवलं केवलव्यतिरेकस्थले अपि सिद्धान्तव्याप्तिः सङ्गच्छते, समन्वयः भवति, केवलान्वयस्थले अपि भवति, अन्वयव्यतिरेकस्थले अपि भवति. अतः एव अन्ततो गत्वा सिद्धान्तव्याप्तिः इति लक्षणं स्वीकृतं. सत्यं, सत्यं. किन्तु तत्र सारल्यं नास्ति, लाघवं नास्ति, गौरवमस्ति, बहु किमपि निरूपणीयमस्ति. हेत्वधिकनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति निरूपणीयम्. अस्तु, तर्हि एतादृशचिन्तनेन पश्यन्तु सर्वे, अत्र श्रावणत्वम् इत्यत्र कुत्र क्लेशः? व्याप्तिग्रहणे क्लेशः अस्ति. यत्र यत्र श्रावणत्वं तत्र तत्र नित्यत्वम् इति न वक्तुं शक्नुमः, अत्र उदाहरणमेव न वक्तुं शक्यते इति क्लेशः अस्ति. तर्हि सिद्धान्तव्याप्तिः उक्त्वा तदभावव्याप्तिवत्तानिश्चयमुद्रया प्रतिबन्धकः भवेत् इति उक्तम्. अस्तु, बुद्धं खलु कथं चिन्तनीयमिति? एवम् अत्र शब्दत्ववत् इति इतोपि एकं चिन्तनं करोतु, तदनन्तरम् अन्यं पृच्छामि. शब्दत्वम् इति उदाहरणमस्ति, तर्हि शब्दत्वम् इति पक्षस्य एकविधः अस्ति खलु. तर्हि शब्दत्वम् इति पक्षत्वेन स्वीकृत्य अत्र साध्यमस्ति वा इति तत्सर्वं चिन्तयति वा? शब्दत्वम् इति पक्षः इति स्वीकृत्य वा? पक्षः इति नास्ति, एकः एकः स्थलमस्ति खलु. वस्तुतः उदाहरणमपि पक्ष इव एकः सन्दर्भः अस्ति इति कृत्वा. हा, तर्हि शब्दत्वे शब्दत्वे शब्दत्वे शब्दः इति समान अधिकरणमस्ति खलु? आम् आम् सत्यं. तर्हि शब्दत्वे साध्यम् अस्ति वा न वा? तर्हि नित्यत्वं शब्दत्वे नास्ति, तर्हि तदेव हेत्वाभासः. किमर्थं नित्यत्वं नित्यत्वं शब्दत्वे नास्ति इति वदति? शब्दः एव अनित्यः खलु, अतः शब्द. किन्तु अत्र उदाहरणं किं, शब्दः इति उदाहरणं वा शब्दत्वम् इति उदाहरणं वा? अस्तु अस्तु, शब्दत्वं तु नित्यत्वेन शब्दे अस्ति, अतः न अत्र शब्दस्य विषये एव न चिन्तनीयं महोदय. शब्दत्वम् इति अधिकरणम्. अस्तु, शब्दत्वम् इति अधिकरणे नित्यत्वम् अस्ति वा इति चिन्तनीयम्. शब्दत्वम् इति अधिकरणे नित्यत्वम् अस्ति वा? तत् कथं भवति इत्युक्ते अस्माकं स्टाक् एक्साम्पल् अस्ति, पर्वतः वन्यमान् धूमात् यथा महानसम्. आम् आम्. तर्हि अत्र महानसम् अधिकरणत्वेन स्वीकृत्य वह्निः अस्ति वा, धूमः अस्ति वा, उभयमपि एकस्मिन् अधिकरणे अस्ति चेत् एव अत्र व्याप्तिः सिद्ध्यति खलु. आम् आम् सत्यं, तदेव सम्यक्. एवम् अत्र चिन्तनीयं. तर्हि शब्दत्वं, शब्दत्वम् इति उदाहरणम्. अत्र शब्दत्ववत् इत्यत्र वत् इति वतु प्रत्ययः अत्र मतुबर्ते नास्ति, किन्तु सादृश्यार्थे. हा, तदेव भ्रमः जायते. शब्दत्ववत् किम् इति भवति मनसि प्रश्नः. अतः न, शब्दत्ववत् इत्युक्ते शब्दत्ववत् इति तावदेव उक्तम् अतु प्रत्ययः अस्ति चेत् तत्र इतोपि वक्तव्यं, विशेष्य वक्तव्यं खलु. विशेषं वक्तव्यं, तदेव मम भ्रमः. अत्र सादृश्यार्थे तत् इति मया बुद्धम्. अतः अस्तु, तर्हि शब्दत्वम् इति एव ग्रहणीयम्. शब्दत्वम् इति अधिकरणं, यथा महानसम् आम् सत्यं, तथा अत्र शब्दत्वं. शब्दत्वे नित्यत्वमस्ति वा? शब्दत्वे पुनः अत्र शब्दत्वम् इति धर्मः, कश्चन धर्मः, धर्मे पुनः नित्यत्वम् इति धर्मः कथं? न, शब्दत्वम् इति प्रथमं धर्मः इति किमर्थं? सप्तपदार्थेषु कीदृशपदार्थः अस्ति शब्दत्वं? गुणः इति नास्ति वा गुणः, शब्दत्वम् इति गुणः? भवान् एव वदतु, शब्दत्वम् इति गुणः वा शब्दः इति गुणः वा? शब्दः इति गुणः, शब्दत्वम् इति जाति खलु. शब्दत्वम् इति सामान्यमस्ति खलु, शब्द सप्तपदार्थेषु जातिः अस्ति. जातिः, हा, तर्हि तत्तु नित्यमस्ति, अतः शब्दत्वे नित्यत्वम् अस्ति खलु. सत्यम्. आम् आम्. तर्हि शब्दत्वे नित्यत्वम् अस्ति, अपि च शब्दत्वे श्रावणत्वमस्ति वा? शब्दत्वे श्रावणत्वम् अस्ति. आम् अस्ति खलु. आम् आम्, श्रोतुं शक्नोमि. इति कृत्वा पूर्वमीमांसकः किं करोति, शब्दत्वम् इति उदाहरणत्वेन स्वीकृत्य, यथा महानसम् इति उदाहरणत्वेन स्वीकृत्य, भोः महानसे वह्निः अपि अस्ति, धूमः अपि अस्ति इति यथा वदेम, तथा अत्र शब्दत्वे नित्यत्वम् अस्ति, शब्दत्वे श्रावणत्वम् अपि अस्ति इति कृत्वा, यथा शब्दत्ववत् इति शब्दत्वम् उदाहरणत्वेन उपपाद्य, शब्दः नित्यः श्रावणत्वात् इति सः वदति. शब्दः नित्यः इति पूर्वमीमांसिकानां मतमस्ति. शब्दः अनित्यः इति नैयायिकाः वदन्ति इति कृत्वा, अत्र शब्दः साध्य अभाववान् इति न वक्तुं शक्यते. किमर्थमित्युक्ते साध्यसन्दिग्धवान् अस्ति शब्दः इति पक्षः खलु. अतः तर्हि शब्दत्वं, शब्दत्वम् इति उदाहरणे नित्यत्वमपि अस्ति, श्रावणत्वमपि अस्ति इति कृत्वा, अत्र उदाहरणं समीचीनमस्ति. तर्हि तद् उदाहरणत्वेन स्वीकृत्य, शब्दत्वम् उदाहरणत्वेन स्वीकृत्य, पूर्वपक्षी किं वदति, एकः वादी किं वदति, शब्दः नित्यः श्रावणत्वात्. तर्हि केवलं यदि एतद्वाक्यमेव स्वीकुर्मः, अत्र दोषः न कल्पयितुं शक्यते. सत्यं खलु? आम् सत्यं. यथा उदाहरणं स्वीकृत्य अपि च हेतुं स्वीकृत्य शब्दः नित्यः इति सङ्गच्छति. हा सत्यं खलु. आम् आम् सत्यं. शब्दत्वम् इति एकं स्थलं मया दर्शितं यत्र नित्यत्वमपि वर्तते, श्रावणत्वमपि वर्तते. सत्यम्. तर्हि श्रावणत्वम् इति हेतुं स्वी अत्र नित्यत्वं श्रावणत्वम् अनयोः मध्ये सम्बन्धः अस्ति. सामानाधिकरण्यमस्ति, शब्दत्ववत् शब्दत्वे उभयमपि अस्ति इति कृत्वा, तर्हि श्रावणत्वं स्वीकृत्य शब्दे नित्यत्वं मया साधयितुं शक्यते इति प्रभवति पूर्वपक्षी. तर्हि केवलम् एतद्वाक्यं स्वीकुर्मश्चेत् अत्र क्लेशः एव न वक्तुं शक्यते, दोषः एव न कल्पयितुं शक्यते. तदनन्तरम् इदानीं तर्हि नैयायिकाः किं वदन्ति, भोः साध्य अभावसाधकं हेत्वन्तरम् अहं प्रदर्शयामि इति वदति। सत्यं सत्प्रतिपक्षः अस्ति, अतः एव तत्र हेत्वाभासः भवति इति नैयायिकाः वदन्ति। घटः इति स्वीकृत्य घटे कार्यत्वम् अस्ति, अनित्यत्वम् अस्ति, सत्यं खलु? आम् आम्, घटे कार्यत्वमस्ति, अनित्यत्वमस्ति। तर्हि यद् नित्यत्वं श्रावणत्वेन भवान् साधयितुमिच्छति तत्र अनित्यत्वं कार्यत्वेन अहं साधयामि इति। तर्हि इदानीं कार्यत्वम् अपि च श्रावणत्वम् अनयोः मध्ये कः सम्बन्धः इति चिन्तनीयम्। आम् सत्यम्, अन्यत् हेतुं स्वीकृत्य तदेव पक्षे साध्यस्य अभावः कथं साधनीयम् इति प्रश्नः। हा इति कृत्वा अत्र किञ्चित् जाटिल्यं, तर्हि कथं चिन्तनीयम् इति समीचीनबोधः इदानीं प्रायः सर्वैः प्राप्तम् इति मम विश्वासः। आम् आम् सत्यम्, इत्युक्ते शब्दः नित्यः इति एकः वदति, शब्दः अनित्यः इति अन्यः वदति, किन्तु शब्दः नित्यः वा अनित्यः वा इति अत्र सन्देहः वर्तते। आम् सत्यं, भिन्नहेतुं तत्र शब्दः अनित्यः इति न वक्तुं शक्यते, साधनीयमस्ति। तर्हि अत्र कथं साधयन्ति, कार्यत्वम् इति भिन्नहेतुं स्वीकृत्य कार्यत्वं शब्दे अस्ति इति कृत्वा घटे कार्यत्वमपि अस्ति, अनित्यत्वमपि अस्ति, तत्र क्लेशः नास्ति। तर्हि अत्र कार्यत्वं घटे अस्ति, अनित्यत्वं घटे अस्ति इति अन्यः वादी वदति, तर्हि अनयोः मध्ये कः भ्रान्तः इति निश्चेतव्यम्। इति निश्चेतव्यं, तद् निश्चयार्थं श्रावणत्वं कार्यत्वम् इति अनयोः मध्ये कः सम्बन्धः, तर्हि कथं वा अत्र कार्यत्वम् इति हेतुं स्वीकृत्य अन्ततो गत्वा शब्दे अनित्यत्वं साधयित्वा स च अनित्यत्वं प्रतिबन्धकं भवति इति कथं वा चिन्तनीयम्? अत्र मुद्राविषये चिन्तनीयमस्ति, समूहालम्बनज्ञाने चिन्तनीयमस्ति। तर्हि इदानीं भूमिका निर्मिता अस्ति, अस्तु, पृष्ठभूमिका निर्मिता अस्ति। सो वी हेव् नौ बै दिस् डिस्कशन् वी हेव् नौ क्लियर्लि एस्टाब्लिश्ड् what are all the elements we need to think. Buddham kalu ham buddham tarhi sat pratipaksha ityasya nirupanena kim jatam aduna tatak pashyama ityate sat pratipakshah atra shravanatvam iti hetuh sat pratipakshah asti ha tat samichinam parantu tena agre ayasati tasya upyogah kah prayojanam kim iti ityate अत्र शब्दः अनित्यः कार्यत्वात् घटवत् इति साध्य अभावसाधकं हेत्वन्तरम् अस्ति इति कृत्वा श्रावणत्वम् इति हेतुः दुष्टहेतुः भवति। ओ अस्तु अस्तु, स्वयं दुष्टहेतुः नास्ति, शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति वदति चेत् अत्र दुष्टत्वं न कल्पयितुं शक्यते। समीचीनं, किन्तु शब्दः अनित्यः कार्यत्वात् घटवत् इति उक्त्वा तत्र विरोधः अस्ति। यस्मिन् शब्दः अनित्यः कार्यत्वात् घटवत् इति ज्ञानमस्ति तस्मिन् शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति ज्ञानं न जायते। किमर्थमित्युक्ते कश्चन प्रतिबन्धकत्वमस्ति, शब्दः नित्यः कार्यत्वात् घटवत् इति ज्ञानं यस्मिन् अस्ति तस्मिन् आत्मनि कश्चन प्रतिबन्धकः प्रतिबन्धकज्ञानमस्ति, तर्हि तत् प्रतिबन्धकत्वं कथं जायते इति निरूपणीयम्। आम् आम् सत्यं, तदेव पाठः। अस्तु अग्रे गच्छामः, धन्यवादः महोदय, धन्यवादः धन्यवादः। सत्यभौम भगिनी पठति वा इदानीम् अग्रे सत्प्रतिपक्षनिरूपणम् इति। आम् महोदय, सत्प्रतिपक्षनिरूपणम्। सम्प्रति सत्प्रतिपक्षे यद् वक्तव्यं तद् उच्यते, सत्प्रतिपक्ष इति संज्ञा एव तावत् तदीयं स्थितिं ब्रवीति. प्रतिपक्षः इत्यस्य अभावसाधकः हेतु अथवा तत् विषयकपरामर्शः इत्यर्थः अभिप्रेतः. एवञ्च सन् विद्यते विरोधी परामर्शः यस्य सः सत्प्रतिपक्षः इति अर्थः फलति. विरोधी तस्यैव हेतोः भवति यः स्वयम् अपि किञ्चित् साध्यं साधयितुं उपन्यस्ता इति प्रथमहेतोः अपि परामर्शविषयत्वलाभः. सम्प्रति प्रतिपक्षे सत्प्रतिपक्षे यत् वक्तव्यं तद् उच्यते. सत्प्रतिपक्षसंज्ञा एव तावत् तदीयं स्थितं ब्रह्म. प्रतिपक्ष इत्यस्य अभावसाधकः हेतु अथवा तत् विषयः परामर्श इति अर्थः. प्रतिपक्ष इत्यस्य अर्थद्वयं वर्तते इति चिन्तयामि. प्रतिपक्ष इत्यस्य अभावसाधकः हेतुः हेतु अन्तरम् इति यद् पूर्वमुक्तं तस्यैव परामर्शः अस्ति. अभावसाधकः हेतुः इति भिन्नहेतुः अथवा तद्विषयकपरामर्शः अथवा तद्विषयपरामर्शः इत्यनेन परामर्शज्ञानं अभावसाधकः भिन्नहेतुना यद् परामर्शं लभ्यते तद्विषयकः एव. तद्विषयकः इत्यत्र तत्पदेन किं स्वीकर्तव्यम्? तत्पदेन साध्य अभाव एव साध्य अभावेन यद् एकनिमिषं महोदय. तद्विषयकम् इत्यनेन तद्विषयकपरामर्शः यत् साध्य अभावे यत् हेतुः अस्ति तत् परामर्शः इति चिन्तयामि महोदय. द्वितीयवाक्ये यत् तत् पदेन किं स्वीकर्तव्यं तस्यैव उत्तरं वक्तव्यं. तत् इति पदेन तद्विषयकः तत् इति पदेन किं स्वीकर्तव्यं? हेतु प्रश्नं पृच्छामि उत्तरं वदतु. परामर्श सामान्यपरामर्शवाक्यमेकं वदतु. साध्यवाप्य हेतुमान् पक्षः वाग्निवाप्य धूमवान् अयं पर्वतः. उत्तमं. तर्हि अस्मिन् वह्निव्याप्य धूमवान् अयं पर्वतः, नो चेत् साध्यव्याप्य हेतुमान् अयं पक्षः खलु. तर्हि अस्मिन् परामर्शज्ञाने के विषयाः द्योतन्ते इति वदतु. साध्यव्याप्यः इति व्याप्तिज्ञानम्, अप्र तदनन्तरं हेतुमान् पक्षधर्मदा अपि च व्याप्तिज्ञानं. झटिति हेतुमान् पक्षः इतोपि इत्युक्ते साध्यव्याप्य हेतुमान् अयं पक्षः खलु. तर्हि अधः आरभ्य उपरि गच्छतु. तर्हि पक्षः तत्र विषयः भवेत् खलु. पक्षः विषयः भवति. तर्हि पक्षे पक्षः इति विशेष्यमस्ति चेत् कीदृशविशिष्टपक्षः, विशेषणं किम्? हेतुमान् पक्षः इति. उत्तमं खलु. सम्पूर्णं वदतु. साध्यव्याप्य हेतुमान् पक्षः. तर्हि साध्यव्याप्य हेतुमान् इति विशेषणं. तर्हि पक्षः इति विशेषः मुख्यविशेषः अस्ति. ओके. अधः भवति खलु पक्षः इति एकः विषयः. तस्मादुपरि साध्यव्याप्य हेतुमान्. तर्हि साध्यव्याप्य हेतुमान् इत्यत्र हेतुः अस्ति. तर्हि हेतुः अपि विषयः, अपि च व्याप्तिः अपि विषयः. मुख्यविशेष्यः अस्ति पक्षः. पक्षे हेतुः भवेत्, हेतौ व्याप्तिः भवेत्. व्याप्तौ अत्र साध्यमपि भवेत् खलु, साध्यनिष्ठव्याप्तिः एव हेतौ भवेत् इति कृत्वा साध्यम् अवगाहते, व्याप्तिः अवगाहते, हेतुः अवगाहते, पक्षः अवगाहते खलु, परामर्शः इति ज्ञानं। तर्हि चत्वारः विषयः अवगाहते परामर्शज्ञानं, वस्तुतः इतोपि विषयाः अवगाहते इत्युक्ते अत्र पक्षे पक्षधर्मः अस्ति, पक्षत्वम् इति कश्चन धर्मः, तदपि अवगाहते। साध्ये साध्यत्वमस्ति, तदपि अवगाहते। हेतौ हेतुत्वमस्ति, तदपि अवगाहते खलु। हा, तर्हि बहवः विषयाः अवगाहते परामर्शज्ञाने। तेषु विषयेषु तद् विषयकः परामर्शः इत्यनेन तत्पदेन किं स्वीकर्तव्यं, साध्यं स्वीकर्तव्यं वा, व्याप्तिः स्वीकर्तव्या, हेतुः स्वीकर्तव्यं वा, पक्षः स्वीकर्तव्यं वा? साध्यं स्वीकर्तव्यं नास्ति, एकवारं लिखितमस्ति, एकवारं पठतु। प्रतिपक्षः इत्यस्य अभावसाधकः हेतुः अथवा तद्विषयक परामर्शः अथवा तद्विषयक हेतुविषयक परामर्शः इदानीम् अवगतवती, हेतुविषयक। ओके, इत्युक्ते प्रतिपक्षः इति पदेन अभावसाधकहेतुः इति अवगन्तुं शक्यते, नो चेत् तादृशहेतुः विषयः यस्मिन् परामर्शे अस्ति परामर्शः इति अर्थः प्रतिपक्षः इति पदेन। तर्हि प्रतिपक्षः इति पदेन हेतुः इति अर्थः अवगन्तुं अर्थं स्वीकर्तुं शक्यते, नो चेत् परामर्शः इति अर्थः स्वीकर्तुं शक्यते। बुद्धं खलु, तदेव अभिप्रेतः, प्रतिपक्षः इत्यनेन हेतुः अभिप्रेतः, नो चेत् तादृशहेतुः, कीदृशहेतुः, अभावसाधकं साध्याभावसाधकं हेतुः विषयः यस्मिन् परामर्शे अस्ति स च परामर्शः स्वीकृतः भवति। अस्तु, एवञ्च सन् विद्यते विरोधिपरामर्शः यस्य सः सत्प्रतिपक्षः इति अर्थः। इदानीं सन् विद्यते विरोधिपरामर्शः, परामर्शज्ञाने तादृशपरामर्शज्ञानेन यद् विद्यते इति यस्य सः, तदनन्तरं विद्यते इति ऐटलिक्स् मध्ये स्थापितं, तर्हि सन् इति पदस्य अर्थः विद्यते इति विद्यते। विरोधिपरामर्शः इत्युक्ते किम्? एतद् वाक्यं पठित्वा सत्प्रतिपक्षः इत्युक्ते इत्यस्य अर्थः कः? विरोधिपरामर्शः यस्य सः सत् प्रतिपक्षः, विरोधिपरामर्शः यस्य सः प्रथमज्ञाने परामर्शज्ञानं यदस्ति तस्य विरोधी अस्ति द्वितीयज्ञाने परामर्शः इति मम चिन्तनं। यस्य सः सः प्रतिपक्षः इत्यनेन कः उक्तः अत्र? सत्प्रतिपक्षः इति प्रथमज्ञाने यत् हेतुः अस्ति तदेव उक्तः इति चिन्तयामि। उत्तमं, बहु उत्तमं। तर्हि सत्प्रतिपक्षः इत्युक्ते भ्रान्तिज्ञाने यः हेतुः अस्ति स च हेतुः उक्तः अस्ति, तस्य अर्थः कः इति चेत् तादृश अत्र साध्य अभावसाधकं हेत्वन्तरं विषयः यस्मिन् परामर्शे अस्ति स च परामर्शः विरोधी अस्ति, विरोधिपरामर्शः यस्य सः सः हेतुः सत्प्रतिपक्षः। तर्हि सत्प्रतिपक्षः इत्यनेन हेतुः एव उक्तः, विरोधी तस्यैव हेतोः भवति यः स्वयमपि किञ्चित् साध्यं साधयितुं उपन्यस्तः इति प्रथमहेतोः अपि परामर्शविषयत्वलाभः तद् विरोधी तस्यैव हेतोः भवति यः स्वयमपि यद् भ्रमाज्ञाने यत् हेतुः अस्ति सः स्वयमेव किञ्चित् साध्यं साधयितुम् उपन्यस्तः सः एव प्रथमहेतुः अपि तस्यैव परामर्शविषयत्वलाभः तस्यैव परामर्शविषयत्वलाभः इत्युक्ते किं महोदय तस् ब्रह्मज्ञाने यद् परामर्शः अस्ति तदेव खलु इत्युक्ते प्रतिबन्धकत्वम् इदानीं परामर्शज्ञानं न जायते खलु न जायते शब्दः नित्यः श्रावणत्वं व्याप्ति नास्ति इति इत्यत्र परामर्शज्ञानं न जायेत तर्हि परामर्शज्ञानं न जायेत चेत् तत्र विरोधि ज्ञानं प्रतिबन्धकज्ञानं तादृशं भवेत् यत्र हेतोः अत्र अत्र सत्प्रतिपक्षहेतुना यत् साध्यं साधयितुम् इच्छामः तस्य अभावः प्रतिबन्धकज्ञाने भवेत् तर्हि एतादृशम् अत्र सत्प्रतिपक्षः इत्यनेन परामर्शः इति अर्थः स्वीकृत्य सत्प्रतिपक्षः इति पदेन विरोधिपरामर्शः यस्य विद्यते सः इति अर्थः स्वीकुर्मश्चेत् अत्र परामर्शविषयत्वलाभः भवति इत्युक्ते परामर्शे प्रतिबन्धकज्ञानस्य प्रतिबन्धकज्ञानस्य आकारे तादृशलाभः सिद्ध्यति येन प्रतिबन्धकत्वं भवति इति अर्थः प्रतिबन्धकत्वं वक्तव्यं खलु कथञ्चित् तद् लभ्यते इति उक्तं तावदेव यदा इतोपि उदाहरणं पश्यामि इतोपि अर्थबोधः जायते अस्तु समीचीनं धन्यवादः भगिनि अग्रे रमेश महोदय पठति वा एतादृशस्थितिम् आम् एतादृशस्थितिं बुद्धौ निधाय एव मूलकृता यस्य साध्य अभावसाधकं हेत्वन्तरम् अस्ति सः सत्प्रतिपक्षः इति सत्प्रतिपक्षलक्षणम् अभिहितम् अग्रे अपि पठतु महोदय अत्रैव उक्तं यत्पदेन एकस्य हेतोः ग्रहणे तस्य यत् साध्यं तद् अभावसाधकः अन्यः हेतुः अन्यहेतुविषयकपरामर्शः स अस्ति इति तस्य अर्थः तुल्यं प्रकृतहेतोः अपि परामर्शविषयत्वं विवक्षणीयम् तत्र तर्हि भवान् एवं करोतु अत्र भवान् अवगच्छति इति मया ज्ञातव्यमस्ति तर्हि अत्र उदाहरणद्वयमस्ति खलु शब्दः नित्यः श्रावणत्वात् इति एकः शब्दः अनित्यः कार्यत्वात् तर्हि तत्र उदाहरणं संस्थाप्य वदतु उदाहरणे ये उक्ताः सन्ति ते विषयाः अस्मिन् वाक्ये संस्थाप्य वदतु तदा अवबोधः जायते यत्पदेन इति आरभ्य तत्र यत्पदेन तत्र द्वितीयहेतोः यत् अस्ति तत्र श्रावणत्वम् इति द्वितीयहेतुः अस्ति तदर्थं द्वितीयहेतुः इति वदति तदेव प्रथमहेतुः खलु श्रावणत्वं न शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति प्रथमं वाक्यं परन्तु तत् प्रतिबन्धकः भवति खलु तस्य प्रतिबन्धकः शब्दः अनित्यः कार्यत्वात् इति द्वितीयहेतुः अस्ति वा प्रथमहेतु तदेव प्रतिबन्धकः अस्ति शब्दः अनित्यः कार्यत्वात् इति वाक्यं प्रतिबन्धकं भवति शब्दः नित्यः श्रावणत्वात् इत्यस्य तर्हि शब्दः नित्यः श्रावणत्वात् इति प्रतिबध्यज्ञानं भवति तर्हि यत्पदेन एकस्य हेतोः तत्र हेतोः इत्यस्मिन् स्थाने किं स्थापनीयम्? श्रावणत्वयो श्रावणत्वस्य उत्तमम् इति वदतु. यत्पदेन एकस्य हेतोः श्रावणत्वस्य ग्रहणे तस्य तस्य इत्युक्ते श्रावणत्वस्य उत्तमम् यत् साध्यं किम्? शब्दः नित्यः केवलं साध्यमेव वक्तव्यं नित्यः नित्यत्वं नित्यः नास्ति नित्यत्वम् इति साध्यमस्ति. हा तर्हि यत्पदेन एकस्य हेतोः श्रावणत्वस्य ग्रहणे तस्य श्रावणत्वस्य यत् साध्यं नित्यत्वं तदनन्तरं तद् इत्युक्ते नित्यत्वस्य तद् अभावसाधकः नित्यत्वस्य अभावक अभावसाधकः नित्यत्व अभावसाधकः अन्यः हेतुः स च कः? हेतुः इत्यस्य स्थाने किं स्थापयतु? कार्यत्वम् उत्तमं. हा कार्यत्वम् अन्यहेतुः अन्यहेतुविषयक कार्यत्वहेतुविषयकपरामर्शः अस्ति. उत्तमं. कार्यत्वहेतु इति न अन्यहेतु इत्यस्मिन् स्थाने कार्यत्वम् इति कार्यत्वविषयकपरामर्शः कार्यत्वविषयपरामर्शकः परामर्शः अस्ति इति तस्य अर्थः. तस्य इत्युक्ते कस्य? वाक्यस्य अर्थः. हा उत्तमं. सत्प्रतिपक्षः सत्यं वाक्यस्य अर्थः. यस्य साध्याभावं साधकं हेत्वन्तरमस्ति सः सत्प्रतिपक्षः इति वाक्यस्य अर्थः एतदेव. तुल्यं प्रकृतिहेतोः अपि परामर्शविषयत्वं विवक्षणीयम्. तर्हि अत्र कृतकत्वविषयकपरामर्शवाक्यं वक्तव्यम्. तर्हि एकवारं प्रयत्नं करोति वा? केवलम् अत्र कार्यत्वम् इति हेतुत्वेन स्वीकृत्य वाक्यमेकं वदतु, परामर्शवाक्यं वदतु. कार्यत्वम् इति स्वीकृत्य परामर्शः व्याप्य अत्र सामान्य परामर्श यथा सत्यभामा भगिन्या उक्तं तथा वदतु. प्रथमं वह्निव्याप्य धूमवान् अयं पर्वतः. समीचीनम्. एवम् एतद् वाक्य अत्र द्वितीय अनुमानज्ञाने ये यानि पदानि सन्ति तत् स्वीकृत्य वदतु. शब्द न नित्यत्वं नास्ति खलु अनित्यत्वव्याप्य अनिव्याप्य धूमवान् कार्यत्ववान् अयं शब्दः. उत्तमं, बहु उत्तमं महोदय. तदेव इदानीं विवक्षितम्. अनित्यत्वव्याप्य कार्यत्ववान् अयं पक्षः इति आगतं. तर्हि अनित्यत्वव्याप्य कार्यत्ववान् अयं पक्षः, अयं शब्दः. पक्षः इत्युक्ते शब्दः अत्र. तर्हि तादृशपरामर्शज्ञानं किं परामर्शज्ञानं प्रतिबध्नाति तद्वदतु. तस्य आकारः वदतु. प्रतिबध्य परामर्शज्ञानस्य आकारं वदतु. तत्र नित्यत्व नित्यत्वव्याप्य श्रावणत्ववान् अयं शब्दः. उत्तमं, बहु उत्तमं. तर्हि अनित्यत्वव्याप्य कार्यत्ववान् अयं शब्दः इति परामर्शज्ञानं यदि प्रमात्मकमस्ति तर्हि अपि च निश्चयात्मकमस्ति तर्हि एतद् ज्ञानं नित्यत्वव्याप्य श्रावणत्ववान् अयं शब्दः इति परामर्शं जनयितुं प्रतिबन्धकः भवति. उत्तमं, तर्हि तावद् अवगतम्. अग्रे महोदय, भवानेव पठतु. एवं हि, एवं हि तत्र स्थितः प्रामाणिकी स्थितिः स्थितिः एवं हि तत्र स्थितिः प्रामाणिकी एकस्मिन् पक्षे यत्किञ्चित् साध्यसाधनाय कश्चन वादी प्रवर्तते तदर्थं च एकं हेतुम् उपन्यस्यति. परस्तु तस्मिन् एव पक्षे तत् साध्यस्य अभावं साधयितुम् अन्यं हेतुम् उपस्थापयति इति यथा मीमांसकैः शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति शब्दरूपे पक्षे नित्यत्वसाधनाय श्रावणत्वहेतुः उपन्यस्तः. तत्र एव शब्दे नित्यत्वस्य अभावसाधनाय नैयायिकः कार्यत्वं हेतुं ब्रूते इति. तत्र एकस्मिन् पक्षे एकः साध्यस्य अभावः एक साधयितुम् इच्छति, द्वितीयः साध्यस्य भावः साधयितुम् इच्छति. द्वितीयहेतु एकं प्रथमः एकं हेतु ददाति, द्वितीयहेतुं स्वीकृत्य तस्य अभावः निरूपयितुं तस्य अभावः निरूपयति. तर्हि यद्यपि श्रावणत्वकार्यत्वयोः मध्ये किमपि सम्बन्धः नास्ति, इत्युक्ते श्रावणत्वम् इति प्रथमः हेतुः, कार्यत्वमिति द्वितीयः हेतुः, अनयोः मध्ये यद्यपि सम्बन्धः नास्ति किन्तु पक्षः एकः एव, उभयत्र पक्षः समानः, शब्दः इति पक्षः, अपि च श्रावणत्वम् इति हेतुना पक्षे शब्दे नित्यत्वं यत् साधयितुम् इच्छामः तस्मिन् पक्षे एव अनित्यत्वं साध्यस्य अभावः अन्येन हेतुना साधितमस्ति इति कृत्वा अत्र प्रतिबन्धकः भवति. तर्हि उभयोः मध्ये कः समीचीनः इति वक्तव्यम्, किं प्रमात्मकं किं भ्रमात्मकम् इति परिशीलनं कुर्मश्चेत् क्लेशः न भवति. इत्युक्ते शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति मीमांसकाः वदन्ति, शब्दः अनित्यः कार्यत्वात् घटवत् इति नैयायिकाः वदन्ति, उभयोः मध्ये एकः प्रमात्मकं भवेत् अन्यः भ्रमात्मकं भवेत् खलु, तर्हि तस्मिन् विषये चिन्तनीयम्. अस्तु, अत्र चित्रमस्ति, तत् परिशीलयति वा. मीमांसकस्य उपन्यासः अस्ति, शब्दः नित्यः श्रावणत्वात् इति यत् अस्ति, तर्हि शब्द शब्दः नित्यः श्रावण नित्यत्वनिष्ठशब्दः शरः द्वयोः उपरि एव गच्छति. न, शब्दे नित्यत्वम् अस्ति श्रावणत्वात् इति मीमांसकाः वदन्ति. तदेव अस्ति वा. हा, किन्तु शब्दः शब्दे अनित्यत्वम् अस्ति इति किमर्थं कारित्वात् इति नैयायिकाः वदन्ति. शब्दः नित्यः अपि च अनित्यः उभयमपि न भवितुमर्हति खलु. नित्य अनित्ययोः मध्ये विरोधः अस्ति इति कृत्वा तर्हि अनयोः पक्षयोः मध्ये वादिनोः मध्ये एकः एव समीचीनमस्ति. तर्क तत् किम् इति निर्णेतव्यमत्र. अस्तु समीचीनं महोदय, अग्रे गच्छेम. स्वामी महोदय पठितुमिच्छति वा? शृणोमि महोदय. अस्तु, अत्र अग्रिमे पाठे यद् पूर्वम् अस्माभिः पठितं तदेव आगच्छति, भवता वक्तुं शक्यते इति भाति. पठति वा? पठितुं शक्यते चेत् पठतु. एकवारं पृष्ठं वदति वा महोदय? 266 महोदय. अव्याप्य वृत्तित्वं सत्यम्. अत्र हि इदं सर्वदा चिन्त्यं यत् एकस्मिन् पदार्थे विरुद्धवस्तुनोः स्थितिः कथं सम्भाव्यते? वृक्षे कपिसंयोगः अग्ररूपदेशविशेषे भवति, कपिसंयोगाभावाश्च मूलरूपदेशविशेषे भवति, इदमेव च अव्याप्य वृत्तित्वम् इति उच्यते. किञ्चित् वदतु इत्युक्ते अत्र अनुमानविषये किमपि चिन्तनं नास्ति, केवलं सामान्यचिन्तनं. कपिः अव्याप्यवृत्तित्वनिरूपण प्रसक्तिः अस्ति अत्र. एकः अस्ति कपिः, कपिसंयोगः एकदेशे अस्ति, अन्यदेशे तु कपि संयोग अभावः अस्ति इति कृत्वा यत्र अभावः अस्ति अग्ररूपदेशे तु संयोगविशेषः अस्ति, अधः मूले तु संयोग अभावः अस्ति, इदमेव च वृत्तित्वम्. यदि कश्चन वृक्षे कपिः वर्तते, अग्रभागे वर्तते इति चिन्तयतु, तर्हि कपिवृक्षयोः मध्ये किमस्ति? संयोगः अस्ति. हा, स च संयोगः व्याप्य, स च संयोगस्य व्याप्यवृत्तित्वमस्ति वा, व्याप्यवृत्तित्वमस्ति वा, अव्याप्यवृत्तित्वमस्ति वा इति चिन्तनम्. ओ, अव्याप्यवृत्तित्वम्. हा, तर्हि अव्याप्यवृत्तित्वं नाम किम्? एकदेशे संयोगमस्ति, अन्यदेशे अभाव संयोग अभावः अस्ति. हा, स्वम् अपि च स्वस्य अभावः उभयमपि यस्मिन् अधिकरणे एकस्मिन् काले भवति तस्मिन् अव्याप्यवृत्तित्वम् अस्ति इति, नो चेत् तस्य अव्याप्यवृत्तित्वमस्ति इति नाम. तर्हि संयोगः इति गुणः, संयोगः इति गुणस्य व्याप्यवृत्तित्वमस्ति वा अव्याप्यवृत्तित्वमस्ति वा? संयोगगुणः अव्याप्यवृत्तित्वं महोदय. सत्यं खलु? अव्याप्य अव्याप्यवृत्तित्वमेव अस्ति, संयोगस्य अव्याप्यवृत्तित्वमेव अस्ति, न तु व्याप्यवृत्तित्वम्. इत्युक्ते घटे नीलरूपः अस्ति इति चिन्तयतु, नीलरूपमस्ति, तर्हि व्याप्यवृत्तित्वमस्ति खलु रूपस्य. रूपं व्याप्यवृत्ति वृत्तिः भवति तस्मिन्नेव विषये एतद् अस्माभिः पठितम् इत्युक्ते प्राचीननैयायिकाः किं वदन्ति रूपं सप्तविधं तत्र चित्ररूपम् इति तैः ते अङ्गीकुर्वन्ति यदा एकं कपालं नीलरूपे अस्ति एकः कपालः नीलरूपे अस्ति अन्यः कपालः रक्तरूपे अस्ति तर्हि कपालद्वयोः संयोगेन यद्घटः जायते तस्मिन् घटे किं रूपमस्ति एकवारं पुनः पृच्छतु महोदय क्षम्यताम् एकः कपालः नीलरूपे अस्ति अन्यः कपालः रक्तरूपे अस्ति इदानीं चित्र अनयोः कपालयोः मध्ये यदा अहं संयोगं कारयामि तदा उत्पाद्यमानघटस्य किं रूपं चित्ररूपं हा चित्ररूपम् इति प्राचीननैयायिका नैयायिकाः वदन्ति किमर्थं चित्ररूपम् इति ते वदन्ति इति चेत् तेषां मतानुसारं रूपम् इति गुणः रूपम् इति गुणस्य व्याप्यवृत्तित्वमस्ति इत्युक्ते रूपं सर्वत्र भवति एकस्मिन् देशे भवति इति नास्ति तेषां मतानुसारं यद्यपि उपरि भागे नीलरूपमस्ति अधोभागे रक्तरूपमेव अस्ति तथापि नैयायिकाः प्राचीननैयायिकाः किं वदन्ति अत्र अस्मिन् घटे एकमेव रूपमस्ति स च रूपं किम् इति चेत् चित्ररूपं नूतनरूपम् इति प्राचीननैयायिकाः वदन्ति किन्तु नव्यनैयायिकाः किं वदन्ति रूपं रूपस्य व्याप्यवृत्तित्वं नास्ति अव्याप्यवृत्तिं स्वीकृत्य एव अत्र सर्वं समर्थयितुं शक्यते इति कृत्वा यत्र नीलरूपमस्ति तत्र रक्तरूपस्य अभावः अस्ति अन्यत्र यत्र रक्तरूपमस्ति तत्र नीलरूपस्य अभावः अस्ति इति कृत्वा इदानीं चित्ररूपम् इति नूतनरूपं जायते इति न वक्तव्यं घटे किं रूपमस्ति इति चेत् रूपद्वयमस्ति रक्तरूपं पीतरूपं रक्तरूपम् अव्याप्तवृत्तिः अस्ति पीतरूपमपि अव्याप्तवृत्तिः अस्ति सर्वत्र न वर्तते इति नव्यायिकानां मतम् एतत् सर्वं पूर्वमेव अस्माभिः अधीतं खलु स्मरणम् आगच्छति वा आगच्छति महोदय अस्तु तर्हि किमर्थम् अस्मिन् विषये एकं चिन्तनम् अव्याप्यवृत्तित्वनिरूपण अव्याप्तवृत्तित्वविषये किमर्थम् अस्मिन् सन्दर्भे चिन्तनं विरुद्धत्वम् अस्मिन् सन्दर्भः इदानीं सन्दर्भः कः हेतुनिरूपणे विरुद्ध हेतुनिरूपणे इति किमर्थं वदति हेतोः निरूपणं कुर्मः वा चिन्तितं हेत्वाभासः हेत्वाभासः इति त्यजतु इदानीं पक्षः कः उभयत्र इदानीं वाक्यद्वयमस्ति खलु सत् प्रतिपक्ष हा तत्र अनुमानवाक्यद्वयमस्ति एकवारं पठति वा टु सिक्स्टि फोर् पेज् अन्ते अस्ति महोदय यस्य साध्याभावसाधक तत्सर्वं त्यजतु उदाहरणद्वयमस्ति खलु यथा शब्दः नित्यः श्रावणत्वात् शब्दत्वत् शब्दत्ववत् शब्दः अनित्यः कार्यत्वात् घटवत् हा तर्हि उभयत्र पक्षः कः शब्दः उत्तमं शब्दः तर्हि प्रथमवाक्ये साध्यं किम् नित्यः इति नित्यत्वम् इति वक्तव्यं नित्यः इति मा वदतु नित्यत्वं साध्यं नित्यः इति पदेन पक्षः एव उक्तः नित्यत्वं साध्यं नित्यत्वम् अस्तु द्वितीयवाक्ये साध्यं किम् अनित्यत्वं हा तर्हि यथा कपिसंयोगः एकस्मिन् वृक्षे तस्य भावः अपि भवति अग्रे भागे अधोभागे तस्य अभावः अपि भवति तथा शब्दः इति यथा वृक्षं स्वीकृतं तथा शब्दः इति अधिकरणं स्वीकृत्य एकस्मिन् भागे नित्यत्वं भवतु अन्यस्मिन् भागे अनित्यत्वं भवतु अव्याप्यवृत्तित्वम् उक्त्वा तादृशं समर्थयितुं शक्यते वा इति चिन्तनं बुध्यते वा? हा महोदय, हा तदर्थम् अत्र अव्याप्यवृत्तित्वस्य विषये चिन्तनं यथा वृक्षे उपरि भागे कपि संयोगः भवति अधोभागे कपि संयोगस्य अभावः भवति तथा शब्दे उभयमपि भवति वा? किम् उभयमित्युक्ते नित्यत्वं नित्यत्वस्य अभावः, उभयमपि भवति वा इत्युक्ते नित्यत्वम् इति धर्मे अव्याप्यवृत्तित्वं सम्पाद्य यथा संयोगः इति गुणे अव्याप्यवृत्तित्वं सम्पाद्य एकस्मिन् एकस्मिन् वृक्षे एकस्मिन् भागे अत्र कपि संयोगः अस्ति अन्यस्मिन् भागे तस्मिन्नेव वृक्षे संयोग अभावः अस्ति इति यथा अस्माभिः निरूपितं तथा अत्र कर्तुं शक्यते वा इति परिशीलनं करोति आचार्यः. बुद्धं खलु? आं महोदय. जीवः अपि नित्यः अस्ति नित्यापि. किं जीवः? जीवः नित्यः वा अनित्यः वा? नित्यः अस्ति अपि च नित्यः अपि यदा मोक्षस्य स्वरूपं ज्ञानं भवति तर्हि अनित्य. भवतु, चिन्तयतु. अस्तु, मेहुल् महोदय अग्रे पठति वा कोऽर्थः इति. महोदय, महोदय, तस्मात् पूर्वम् अत्र एकस्मिन् पदार्थे विरुद्धवस्तुनोः इत्यनेन अधिकरणम् अपि च संयोग संयोगः संयोग अभावः इति स्वीकृतं वा? सत्यं सत्यं. वृक्षे एव कपि संयोगः अपि अस्ति कपि संयोग अभावः अपि अस्ति. तत् कथं सम्भाव्यते इति भवतः मनसि सन्देहः अस्ति वा? नो चेत् किं वदति? नास्ति, तदेव अहं चिन्तितवती प्रथमं. तदेव अस्य पाराग्राफ् उक्तं खलु. हा, तर्हि संयोगः इति गुणः अस्ति खलु. संयोगस्य संयोगः इति गुणस्य स्वभावः कः इति चेत् अव्याप्यवृत्तित्वमस्ति संयोगस्य. संयोगः तु सर्वत्र न भवति खलु? न भवति. इति कृत्वा संयोगः इति गुणस्य स्वभावः कः? व्याप्यवृत्तित्वं तस्य स्वभावः वा नो चेत् अव्याप्यवृत्तित्वं तस्य स्वभावः इति चेत् संयोगः अव्याप्यवृत्तित्वम् एव भवति संयोगस्य. तदर्थम् अत्र प्राचीननैयायिकैः नवीनैयायिकी उभयोः अङ्गीकृतमस्ति संयोगस्य. किन्तु रूपस्य तादृशं तेन अङ्गीकुर्वन्ति. रूपस्य प्राचीननैयायिकमतानुसारं रूपस्य व्याप्यवृत्तित्वमेव अस्ति इति कृत्वा रक्तरूपं पीतुरूपम् उभयमपि एकस्मिन् घटे अस्ति इति ते न वदन्ति. नूतनरूपं जायते चित्ररूपम् इति नूतनरूपं जायते अपि च स च चित्ररूपं कुत्र अस्ति इति चेत् कीदृशमस्ति इति चेत् व्याप्यवृत्तित्वमस्ति चित्ररूपस्य. सर्वत्र चित्ररूपमस्ति इति नैयायिकाः वदन्ति, प्राचीननैयायिकाः. किन्तु नव्यनैयायिकाः किं वदन्ति? तादृशं न वक्तव्यम्. यथा संयोगस्य अव्याप्यवृत्तित्वम् अस्माभिः स्वीकृतं तथा रूपस्यापि अव्याप्यवृत्तित्वं स्वीकृत्य निर्वाहः कर्तुं शक्यते इति नव्याः वदन्ति. तर्हि तथा अत्र शब्दः, शब्दे नित्यत्वम् इति अस्ति खलु, नित्यत्वस्य अव्याप्यवृत्तित्वं स्वीकृत्य शब्दस्य एकस्मिन् भागे नित्यः नित्यत्वमस्ति अन्यस्मिन् भागे अनित्यत्वमस्ति इति व्यवहारं कर्तुं शक्नुमः वा इति चेत् प्रतिबन्धकत्वं न भवति खलु? आम्, न भवति. हा, इति तदर्थम् अत्र परिशीलनं तावदेव. नित्यत्वे नित्यत्वस्य अव्याप्यवृत्तित्वम् अस्ति वा न वा इति चिन्तनम्. एकस्मिन् भागे नित्यत्वम् अन्यस्मिन् भागे अनित्यत्वम् इति तादृशं भवति वा? नो चेत् अत्र सः अनवस्थानविरोधः अस्ति वा? इत्युक्ते यत्र जल अभावः अस्ति तत्र जलं न भवति, यत्र जलमस्ति तत्र जल अभावः न भवति खलु. तादृशमस्ति वा इति चिन्तनम्. अस्तु मेहुल् महोदय, पठतु महोदय, को अर्थः इति. अस्तु, को अर्थः? स्वाधिकरणे एव स्वभावस्यापि वर्तनम्. कपिसंयोगस्य अधिकरणे वृक्षे कपिसंयोगाभावः मूले अस्ति इति कपिसंयोगः अव्याप्यवृत्तिः. एवं कपिसंयोगाभावाधिकरणे क्षम्यताम्, अत्र पङ्क्तिशः किमपि वक्तव्यं चेत् उक्त्वा एव गच्छतु, किमपि सर्वं चिन्तितं खलु. अत्र अव्याप्यवृत्तित्वं किम् इत्यस्य अर्थः कः इति अत्र दत्तमस्ति. तस्य अर्थः भवति स्व अधिकरणे एव स्व अभावस्य अपि वर्तनम् इत्युक्ते अभावः अपि वर्तते यस्मिन् अधिकरणे तत् पदार्थः अस्ति तस्मिन्नेव अधिकरणे तत् पदार्थस्य अभावः अपि वर्तते इति इति तस्य अर्थः भवति. अव्याप्यवृत्तित्वं नाम किम् इति चेत् किं वदति? स्व अधिकरणे एव स्व अभावस्य अपि वर्तनम् इति अव्याप्यवृत्तित्वम्. अव्याप्यवृत्तित्वं नाम किम् इति चेत् स्वाधिकरणे स्वभावस्य वर्तनम् एव अव्याप्यवृत्तित्वम्. संयोगे तादृश अव्याप्यवृत्तित्वम् अस्ति. हा, संयोगे तादृश कपि संयोगस्य उदाहरणं स्वीकृत्य एकस्मिन् भागे कपिसंयोगस्य कपिसंयोगः वर्तते परन्तु अन्यस्मिन् भागे कपिसंयोग अभावः वर्तते, अतः कपिसंयोगः इति अव्याप्यवृत्तिः इति भवति. अपि च एकस्मिन् भागे इति उक्तत्वा तत्र देशं स्वीकृत्य, हा देशं स्वीकृत्य एकस्मिन्, तर्हि देशम् अधिकृत्य एकस्मिन् देशे अग्रभागे कपिसंयोगः वर्तते, सत्यम्, अधोभागे न वर्तते. आम् आम् इति दैशिक दैशिक अव्याप्यवृत्तित्वम् अत्र उक्तं. सत्यं सत्यम्. अस्तु अग्रे. हा, एवं कपिसंयोगाभावः का भावाधिकरणे तदभावः कपिसंयोगः अग्रे अस्ति इति कपिसंयोगाभावः अपि अव्याप्यवृत्तिः. अस्तु, तदेव उक्तं. भाव अभावयोः एकत्र वर्तनं मूलाग्ररूपौ वृक्ष अवयवौ वृक्षदेशौ आदाय निरूप्यते इति इदं दैशिकाव्याप्यवृत्तित्वम् इति उच्यते. हा, तदेव दैशिकाव्याप्यवृत्तित्वम् उपयुज्य वयं वक्तुं शक्नुमः मूलभागे कपिसंयोग अभावः अस्ति परन्तु अग्रभागे कपिसंयोग वर्तते इति. तर्हि वृक्षदेशौ आदाय एव दैशिकाव्याप्यवृत्तित्वं वयं वक्तुं शक्नुमः. मूलदेशे कपिसंयोगः नास्ति, सत्यम्, अग्रदेशे कपिसंयोगः अस्ति इति कृत्वा दैशिकाव्याप्यवृत्तित्वं स्वीकृत्य अत्र अव्याप्यवृत्तित्वं निरूपयति. तर्हि अत्र अव्याप्यवृत्तित्वं कीदृशम् इति चेत् दैशिक अव्याप्यवृत्तित्वं, सत्यं, दैशिक अव्याप्यवृत्तित्वं, दैशिक अव्याप्यवृत्तित्वम्. अतः अत्र सवर्णदीर्घसन्धिं भूत्वा दैशिकाव्याप्यवृत्तित्वम् इति आगतं. सत्यम्. अस्तु अग्रे अग्रे. इत्थमेव कालोपाधिम् आदाय स्थूलकाले भावाभावयोः सत्त्वं कालिकाव्याप्यवृत्तित्वम् इति उच्यते. यथा एकस्मिन् स्थूलकाले संवत्सरे चैत्रमासरूपोपाधौ घटः अस्ति, कार्तिकमासरूपोपाधौ तदभावश्च. अत्र हि कालोपाधिं मासाख्यम् आदाय भावाभावयोः संवत्सरवृत्तित्वम् उपपन्नम्. हा, तर्हि अत्र यथा दैशिकाव्याप्यवृत्तित्वम् इति वयं ज्ञातवन्तः तथैव अत्र कालिकाव्याप्यवृत्तित्वम् इत्युक्ते कालं स्वीकृत्य अपि अव्याप्यवृत्तित्वं वक्तुं शक्नुमः. अत्र उदाहरणमस्ति, एकस्मिन् समये यत्र चैत्रमासे घटः अस्ति परन्तु कार्तिकमासे घटस्य अभावः अस्ति, अतः एकस्मिन् काले यदस्ति अन्यत् काले तस्य अभावः अस्ति इति कालिकाव्याप्यवृत्तित्वम् उपयुज्य भावाभावयोः निरूपणं कर्तुं शक्नुमः. तदेव कालिक अव्याप्यवृत्तित्वम् इति उच्यते. तर्हि अव्याप्यवृत्तित्वं वक्तुम् अत्र देशं स्वीकृत्य वा कालं स्वीकृत्य वा अव्याप्यवृत्तित्वं निरूपयितुं शक्यते. सत्यं सत्यम्. अस्तु अग्रे. परन्तु एवंविधव्यवस्था देशकृता कालकृता वा यत्र नैव सम्भाव्यते तत्र विरुद्धयोः भावाभावयोः मध्ये एकः कश्चित् तिष्ठेत् अभावो वा प्रतियोगी वा. अत्र कालं स्वीकृत्य अथवा देशस्वीकृत्य अव्याप्यवृत्तित्वं वयं वक्तुं शक्नुमः, परन्तु कुत्र यत्र कुत्रापि देशकृत अथवा कालकृत अव्याप्यवृत्तित्वं न सम्भवते, तत्र भावः अथवा अभावः मध्ये एक एव कश्चित् तिष्ठति, न तु द्वयोः द्वे अपि एकस्मिन् काले एकस्मिन् देशे, तदेव विरुद्ध इति अस्ति, विरुद्ध इत्यस्य प्रसङ्गे तदेव अस्ति। यथा प्रकृत उदाहरणे शब्दरूपे पक्षे वादिनः साध्यं नित्यत्वं, प्रतिवादिन प्रतिवादिनश्च नित्यत्वम् इति। तर्हि वादिनः किं साध्यम् इच्छति नित्यत्वं शब्दे शब्दरूपपक्षे, ते साध्यम् इच्छन्ति, परन्तु प्रतिवादिनः अनित्यत्वं तस्मिन्नेव पक्षे साधितुम् इच्छति। अनयोः भावाभावरूपता तु अस्ति एव। तर्हि अत्र साध्यस्य साध्यमपि अस्ति, साध्याभावः अपि अस्ति, परन्तु देशकालं वा आदाय तयोः उभयोः शब्दनिष्ठत्वमपि न शक्यते वर्णयितुम्। हा, तर्हि एकस्मिन् उदाहरणे शब्दः नित्य वा अनित्य वा इति देशम् अपि च कालम् आदाय न वक्तुं शक्यते, तत्र कालिकाव्याप्यवृत्तित्वम् अपि वर्णयितुं शक्यः अस्ति, दैशिकाव्याप्यवृत्तित्वमपि उपयुज्य अपि अत्र साध्याभावरूपता न वक्तुं शक्नुमः। अस्तु, इति कृत्वा तर्हि नित्यत्वं नित्यत्वस्य कीदृशवृत्तित्वमस्ति, व्याप्यवृत्तित्वं वा अव्याप्यवृत्तित्वं? न, व्याप्यवृत्तित्वं, व्याप्यवृत्तित्वमेव अस्ति खलु? आम् आम्, सत्यम्। इति कृत्वा उभयमपि न सङ्गच्छते, न सङ्गच्छति। आम्, इत्युक्ते शब्दः नित्यः श्रावणत्वात्, शब्दः अनित्यः कृतकत्वात् इति उभयमपि न वक्तुं शक्यते। किमर्थम् इति चेत् नित्यत्वस्य अव्याप्यवृत्तित्वं नास्ति इति कृत्वा न सम्भाव्यते। तर्हि उभयोः मध्ये एकः भ्रान्तिज्ञानम् अन्यः प्रमाज्ञानम् इति निश्चयेन वक्तव्यं, सत्यम् इति तावदागतम्। अस्तु, समयः जातः, अत्र स्थगयेम, इतोपि अग्रिमे वर्गे चिन्तनं कुर्मः। अस्तु, एतावत्पर्यन्तं सर्वैः अवगतम् इति अहं विश्वसिमि। सत्यम्। अस्तु, अत्र स्थगयेम। सर्वेभ्यो नमस्कारः, धन्यवादाश्च। नमस्कारः महोदय।